नमस्सर्वेभ्यः. समासचिन्तनवर्गे सर्वेषां स्वागतम्. प्रथमं तत्पुरुषसमाससूत्राणि शर्मला भगिनी पठति वा? तत्पुरुषसमाससूत्राणि तत्पुरुषः विदुश्च द्वितीया शताधिकपतितकर्ता तथा प्राप्तापन्नैः स्वयं तेन अत्वाक्षेपे सामी कालाः अत्यन्तसंयोगे च तृतीया तत्पदार्थेन गुणवचनेन पूर्वसदृशसमोनार्थकलहमिश्रष्टक्ष्मैः तत्करणे गताभक्तं प्रत्ययैरर्थार्थवचने अन्येन भक्षेण मिश्रीकरणं चतुर्थे तदर्थार्थबलिहितसुखरक्षितैः पञ्चमी भयेन अपेतापोधमुक्तपतितापत्रस्तै कल्पशः स्तोकान्तिकदूरात् श्राणित्येन सप्तमी शौन्द्रैः सिद्धशुष्कपक्वबन्धिश्च त्वाङ्क्षेण क्षिपे तैर्णे एराहोरात्राद्यपाः तत्र क्षेपे पात्रे संहितादयश्च पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन दिक्संख्ये संज्ञाया तद्धितार्थोत्तरपदसमाहारे च सङ्ख्यापूर्वोद्विदुः कुत्सितानि कुत्सितैः पापाणके कुत्सितैः उपमानानि सामान्यवचने उपमितं व्याघ्रात् सामान्याप्रयुक्ते विशेषणं विशेष्येण पूर्वापरसमानश्च क्षेणादयः कृताशिष्टेन सन्नः महत्परमोत्तमोत्कृष्टाः पूज्यमाने कतरकतमोदप्रश्ने किं क्षेपे प्रशंसावचनेश्च वाक्फलतिफलितवर्ण कृत्यतुल्याख्याहदाय वर्णोवर्णेन कुमारश्रमणादी चतुष्पादो गर्भेण मयूरव्यंसपादयश्च पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे अर्धं नपुंसकं द्वितीयतृतीयचतुर्थसूर्याण्यन्तरस्यां प्राप्तापन्ने च द्वितीयया कालाः परिमाणिना नैषदग्रता षष्ठी याचकाश्च न निर्धारणे पूरणसहितार्थसदव्ययतसमानाधिकरणेन तेन च पूजायाम् अधिकरणवाचिना च कर्मणि च पाप्यां कर्तरि कर्तरि च नित्यं क्रीडाजयोः सुगतिपादयः उपदमति अमयि स्वाव्ययेन तृतीयातरस्याच. धन्यवादः भगिनि. अरुणा भगिनी समासान्तसूत्राणि पठति वा? श्रूयते वा महोदय? श्रूयते. तत्पुरुषसमासान्तसूत्राणि तत्पुरुषसाङ्गुलेः सङ्ख्या अव्ययादेः अहः सर्वेकादशसङ्ख्यात पुण्याच्च श्रात्रैः अह्वह एतेभ्यः न सङ्ख्याया आदेः समाहारे उत्तमैकाभ्यां च राजा हससखिभ्यच्च घोरतद्धितसुखी अग्राख्याया मुरुषः अनेन अनोषम्या सरसां जातिसंज्ञयोः ग्रामकोटाभ्यां च तत्क्षणः उपमान् उपमानात् अप्राणिषु उत्तरमृगपूर्वाञ्च सक्थनः सक्थनः नावो दीर्घोः अर्धा च सङ्ख्यायाः प्राचां कार्याः प्राचां द्वित्रिभ्यः मञ्जलैः अनसन्तान्नपुंसकान् च छन्दसि ब्राह्मणे जनपदाख्या ब्रह्मणो जानपदाख्यायां कुमहद्याम् अन्यतरस्याम् धन्यवादः धन्यवादः अत्र गतवर्गे सप्तमीचतुर्षस्य अन्तिमसूत्रमस्ति पात्रे समिधादयः शब्दः इति आकृतिगणशब्दानां निपातनमेव कृतमस्ति तस्मिन् सूत्रे तदनन्तरं योगविभागम् इति अपि पठितं समासविधायकसूत्रेषु योगविभागस्य कल्पना तत् एकवारम् अपि पठितुमिच्छति चेत् पठन्ति नो चेत् षष्टिसूत्रं प्रति गच्छामः किं वदति अस्तु षष्टितत्पुरुषसमाससूत्रस्य पूर्वं यत्र उपाकाररूपेण भगिनी यत् प्रतिष्ठितं तत् पठित्वा चिन्तयामः अत्र उषा भगिनी पठतु करपत्रमस्ति वा षष्टि तत्पुरुषसमासः अष्टाध्याय्यां द्वितीयाध्यायस्य प्रथमपादे द्वितीयतत्पुरुषसमासात् समासात् समासात् आरभ्य पञ्चमी तत्पुरुषसमासपर्यन्तम् उक्त्वा तदनन्तरं षष्ठी तत्पुरुषसमासं त्यक्त्वा सप्तमी तत्पुरुषस्य विषये उक्तम् अस्ति सप्तमी तत्पुरुषस्य अनन्तरं कर्मधारयसमासः द्विगुः मयूरव्यंसकादयः इति समासानां विषये उक्तम् अस्ति तत्पश्चादेव षष्ठी तत्पुरुषस्य विषये उक्तम् अस्ति अत्र चिन्तनीयं किमर्थं पाणिनिना एतादृशक्रमः अनुसृतः इति वयं पठितवन्तः अष्टाध्याय्यां द्वितीयाध्याये प्रथमपाते द्वितीयतत्पुरुषसमास आरम्भात् पञ्चमी तत्पुरुषसमासपर्यन्तं पठितवन्तः तदनन्तरं वयं पठितवन्तः सप्तमी तत्पुरुषसमासविषये वयं पठितवन्तः तदनन्तरमेव अष्टाध्याय्यां षष्ठी तत्पुरुषसमासं समासम् उच्यते सप्तमी तत्पुरुषस्य अनन्तरं कर्मधारयसमासा द्विगु मयूरव्यंसकादयः इति समासानां विषये उक्तम् अस्ति तत्पश्चादेव अनन्तरमेव षष्ठी तत्पुरुषस्य विषये उक्तम् अस्ति किमर्थं तत् एतादृशक्रमः इति वयं पश्यामः द्वितीयाध्यायस्य द्वितीयपादे आदौ षष्टितत्पुरुषस्य अपवादाः उक्ताः द्वितीय अध्याये द्वितीयपादे प्रथमसूत्रस्य इत्यस्मात् सूत्रात् आरभ्य 2-7 इति सप्ततमसूत्रपर्यन्तं तदनन्तरं षष्टितत्पुरुषस्य विषये साक्षात् उक्तम् अस्ति वस्तुतः षष्टितत्पुरुषस्य सम्बन्धसूत्राणि 2-1 इत्यारभ्य 2-16 इति सूत्रपर्यन्तं सन्ति एतानि सूत्राणि विहाय प्राप्तापन्ने च द्वितीयया नै ईषद् अकृता इति सूत्रे विहाय द्वितीय अध्याये द्वितीयपादे प्रथमसूत्रात् आरभ्य सप्तसूत्राणि षष्टितत्पुरुषविषये साक्षात् उक्तम् अस्ति. षष्टितत्पुरुषसम्बन्धसूत्राणि प्रथमसूत्रात् आरभ्य 16 इति सूत्रपर्यन्तं सन्ति. 2 to 4, 2 to 6, 2 to 7 विहाय अदर् सूत्र षष्टितत्पुरुषसम्बन्धसूत्राणि एवं उच्यते. अत्र पश्यति चेत् तत्र किं 2 to 1 दत्तमस्ति. 2 to 1 इति पश्यति चेत् 2 to 1 अत्र पश्यतु. पूर्वोत्तर नैकदेशी नैकाधिकरणे अर्थं नपुंसकं द्वितीया चत्वार प्राप्तापन्ने च द्वितीया कालाः परिणा नै ईषदकृता षष्टि. किन्तु तत्र प्राप्तापन्ने च द्वितीया काला नै ईषदकृता एतानि षष्ट्यतत्पुरुषसूत्राणि नास्ति. द्वितीया प्राप्तापन्ने च द्वितीया इति द्वितीया तत्पुरुषसूपस्य अपवादः. कालापरिणा नै इति नै नै तत्पुरुषसमासूत्रस्य विधायकसूत्रमस्ति. ईर्षत् अकृत इति ईर्षत् अव्ययस्य अव्ययीभावसमासस्य सूत्रस्य अपवादः अस्ति. तत्र पश्यति चेत् कर्तरी च इति पर्यन्तं षष्टिसूत्रपुरुषसमासस्य सूत्राणि सन्ति. तत्र षष्टि इति विधायकसूत्रम् अष्टमसूत्रमस्ति. तदनन्तरेण किमपि सूत्रं षोडशसूत्रपर्यन्तं यतति तत्र षष्टि इति अनुवृत्तिः भवति. किन्तु पूर्व एकदेशी इति अत्र पश्यतु सप्तमीसूत्रानन्तरं बहूनि सूत्राणि सन्ति यस्य तत्पुरुषसमासस्य प्रभेदाः अस्ति. यदा कर्मधारयाः अथवा अन्य तत्पुरुषसूत्रस्य विषये उक्तमस्ति. यदा विशेषणं विशेषेण बहुलं अत्र सूत्रमस्ति. तत् कर्मधारे अस्ति पूर्वपरधर्म जगन् समानमध्यमध्यमवीरस्य श्रेण द्विकृत. अत्र नैतत्पुरुषस्य विषयमस्ति. त एवं मयूरवंशगादय अपि अस्ति तस्मिन् मध्ये अन्तिमसूत्रमस्ति. द्वितीयपादस्य प्रथम पादस्य अन्तिमसूत्रं मयूरवंशगादयश्च इति. तत् किमर्थं पाणिनिना कृतम् इति एवं तस्मिन् अग्निपरिच्छेदे दत्तमस्ति. किम् अस्ति इति कृत्वा प्रथमं षष्टितत्पुरुषस्य विवरणं दत्तमस्ति. सप्तमी पञ्चमी मध्ये षष्टितत्पुरुषस्य सूत्रं न स्थापितं पाणिनिना इति प्रथमविषयः. किन्तु सप्तमीसूत्रपरिच्छेद्य अनन्तरं षष्टिसूत्रविधायकसूत्रमस्ति द्वितीयपद्यायस्य द्वितीयपादस्य अष्टमसूत्रं सप्तमसूत्रपर्यन्तम् अन्य तत्पुरुषसमासानां विधानं भवति. यदा कर्मधारया दिगु मयूरपयं सहवादयस्य नञ् इत्यादि तत्र किं वदति. प्रथमसूत्रादारभ्य द्वितीयपादस्य आरभ्य षोडशसूत्रपर्यन्तं सन्ति षष्टितत्पुरुषसम्बन्धसूत्राणि इति उक्तं. किन्तु तस्मिन् एव पश्यति चेत् यदा प्रथमसूत्रमस्ति पूर्वापराधरोधरमैक्यदेशी नैकाधिकरणे तत्रापि षष्टि इति तत्पुरुषसमाससूत्रं वक्तुं शक्यते. किन्तु षष्ट्यन्तं पदं न उल्लेखितमस्ति अत्र केवलम् अस्ति पूर्व अपर अधर उत्तर एकदेशी अवयव अविभावम् अस्ति चेत् पूर्वनिवादं भवति अवयविना उत्तरपदं भवति. किन्तु षष्टि तत्रस्य उल्लेखः एव नास्ति. नास्ति महोदय. 1 2 3 5 भगिन्या उक्तं 2 2 1 2 2 3 2 2 2 2 2 3 2 2 5 षष्टि अपवादसूत्र प्रथमतत्त्व अपवादसूत्र. यतोहि षष्टि अत्र पश्यतु किं लिखितमस्ति इत्यस्मात् सूत्रादारभ्य सूत्रपर्यन्तं तदनन्तरं षष्टिसत्पुरुषविशेषे उक्तमस्ति. किन्तु षष्टिसत्पुरुषसमानसम्बन्धसूत्राणि प्रथमसूत्रादारभ्य षोडशसूत्रपर्यन्तम् अस्ति सन्ति एतानि विहाय. इत्युक्ते प्राप्तापन्ने च द्वितीयया इति द्वितीयतत्पुरुषस्य अपवादः, नञ् इति नञ् तत्पुरुषस्य विधायकसूत्रमस्ति, ईर्षतकृत इति अव्ययीभावसिंहासस्य प्रभेदाः सन्ति. षष्टिसत्पुरुषसमाससूत्र आवलीमध्ये त्रीणि सूत्राणि विहाय अन्यानि सूत्राणि षष्टिसत्पुरुषसम्बन्धसूत्राणि इति उक्तौ. किन्तु तत्र पश्यति चेत् प्रथमसूत्रादारभ्य सप्तमसूत्रपर्यन्तं किमुक्तं षष्टितत्पुरुषस्य अपवादसूत्राणि सन्ति. येन प्रथमतत्पुरुषस्य सूत्रम् इति वक्तुं शक्यते, किन्तु तयोः षष्टिसत्पुरुषसम्बन्धसूत्राणां प्रसक्तिः अस्ति. केवलं कुतरं स्थापनं भवति इति एव विषये पृथक्त्वं भवति. षष्टि इति उक्त्वा षष्टि इति प्रथमा निर्दिष्टम् उपसर्जनं भूत्वा पूर्वपदं भवितुम् अर्हति. यदा सीताया पति सीतापति इति भवति, तत्र सीताया इति षष्टिवृन्दं पदं पूर्वं भवति. किन्तु तत्र प्रथमसूत्रादारभ्य सप्तमसूत्रपर्यन्तं तत्र नास्ति इति कृत्वा तत् षष्टितत्पुरुषस्य अपवादः इति वक्तुं शक्यते. अवगतं वा? आं महोदय. पुनः तत्र पृच्छतु भगिनि. पुनः वदतु महोदय सम्मरि. सम्मरि इस् दट् 2.2.1 इति आरभ्य 2.2.16 सर्वं षष्टितत्पुरुषसमाससूत्रस्य प्रकरणमस्ति. तस्मिन् त्रीणि सूत्राणि षष्टितत्पुरुषसमासं नास्ति. यथा प्राप्तापन्ने च द्वितीयया इति चतुर्थसूत्रमस्ति द्वितीयतत्पुरुषसमासस्य अपवादः. केन कारणेन तत्र स्थापितम् इति कृत्वा तस्य अनुवृत्ति भवेत् इति कृत्वा तत्र स्थापितमस्ति. एवं नञ् इति सूत्रमस्ति षष्टमसूत्रं. तत् नञ् तत् केन सूत्रेण केन स्थापितं तदपि षष्टितत्पुरुषसमाससूत्रं नास्ति. तत्तु नञ् तत्पुरुषसमासस्य विधायकसूत्रमस्ति. किन्तु अत्र केन स्थापितं तदपि अनुवृत्ति अस्ति. सूत्रं पश्यामः चेत् अत्र इति नञ् इत्यस्य इतरस्य ईषदकृता तत्र अकृता अस्ति न, तत्रापि नञ् इत्यस्य अनुवृत्ति भवति इति चिन्तयामि. तत्र सूत्रं दृष्ट्वा एव वक्तुं शक्यते. इति कारणतः अनुवृत्तिं स्वीकृत्य एव तत्र स्थापितम्. ईर्षत् अकृता इति ईर्षत् अव्ययम् अकृतन्तेन समस्यते इति ईर्षत् अकृता इति सूत्रस्य वृष्टिः अस्ति. तथापि अव्ययं पूर्वपदम् अव्ययमस्ति, उत्तरपदम् अकृतन्तम्. तु तावत् त्रीणि सूत्राणि षष्टिसूत्रस्य कोऽपि सम्बन्धः नास्ति एव. किन्तु प्रथमसूत्रादारभ्य सप्तमसूत्रपर्यन्तं साक्षात् षष्टि इति न तत्र अनुवृत्ति भवति. यदि यदि सूत्रस्य आवलिः पश्यति चेत् अष्टमसूत्रे एव षष्टि इति विधीयते. इति कारणतः षष्टि तस्य षष्टसूत्रस्य अनुवृत्तिः तदनन्तरं यानि सूत्राणि सन्ति तत्र अनुवृत्तिः भवितुमर्हति. किन्तु प्रथमसूत्रादारभ्य पूर्वोत्तरमेतम् एकदेशीन एकाधिकरणे इति आरभ्य ईर्षदकृता इति प्रकरणे अस्ति. षष्टिसत्पुरुषस्य प्रकरणे अस्ति किन्तु षष्टिसत्त्वस्य अनुवृत्तिः नास्ति इति कृत्वा षष्टितत्पुरुषस्य प्रभेदः अस्ति किन्तु प्रथमतत्पुरुषस् इति अपरनामम् अस्ति तयोः. सो द आक्चुअल् षष्टितत्पुरुष स्टार्ट्स् ओन्लि फ्रम् द एय्थ् सूत्र. बट् if you say if you look at the prakarana shashti satvasya sambandha sutrani prathama sutra adarabhya shodasha suiti sutra paryantam santi trini sutrini sutrani vihaya agrima parichedam padadu bayarna bagini dhanyavadam shabu prapta panne cha dvitiyaya dyarabhya aruna bagini क्षम्यतां आं महोदय. प्राप्तापन्ने च द्वितीयायाः नञ् ईषत्कृता चेत् ईषताकृता च इति चेत् इति त्रीणि सूत्राणि षष्टितत्पुरुषसमाससम्बन्धसूत्राणि एव नास्ति. प्राप्तापन्ने च द्वितीयाय इति सूत्रं तु द्वितीया श्रित अतीत पतित गत अत्यस्त पापापन्नेः इति सूत्रस्य अपवादः अस्ति. नै इति सूत्रं तु नै तत्पुरुषसमासस्य विधायकसूत्रम् अस्ति. ईषद् अकृत इति सूत्रे तु ईषत् इति अव्यय अकृतानेन अकृतान्तेन रूपसः समस्यते. तत्पुरुषश्च समास भवति. अतः एतानि सूत्राणि षष्टिसमासासम्बन्धसूत्राणि एव नास्ति महोदय. वस्तु अत्र त्रीणि सूत्राणि अस्ति ते षष्टिप्रक्रिया षष्टितत्पुरुषसमाससम्बन्धसूत्राणि नास्ति. केवलम् अत्र दत्तं बत् परन्तु न षष्टितत्पुरुषसम्बन्धसूत्राणि. प्राप्तापन्ने च द्वितीया इति सूत्रं द्वितीया श्रित अतीत पतित सूत्रस्य अपवादः अस्ति. नञ् इति सूत्रं नै तत्पुरुषसमासस्य विधायकसूत्रमस्ति. ईषदकृता अपि अव्ययभाव सम्बन्ध अव्ययभावसमास सम्बन्धे अस्ति. अव्यय ईषत् इति अव्ययम् अकृदन्त सुपसः समस्यते. तत्पुरुषसमासः भवति. अत्र अष्टाध्यायी तत्र नञ् सूत्रे विधायकसूत्रम् अस्ति सः सुपा तत्पुरुषः सुप् विभाषा समासः अनुवृत्तिः अस्ति. अधिकारस्तु यदा पूर्वं पठितम् आकडारसमासः सप्सुपा विभाषा तत्पुरुषस्य. तदनन्तरम् ईर्षदकृत इति सूत्रम् आयाति. ईर्षदकृतसूत्रस्य तत्र ईषदकृता तत्र अनुवृत्ति तत्रापि न इति अनुवृत्ति नास्ति. तेन कारणेन तत्र स्थापितम् इति न वक्तुं शक्यते. वि डोण्ट् नो इट् इस् प्लेस्ड् देयर्. ओके, जस्ट् वाण्टेड् टु कन्फर्म् दट् वेदर् तत्र इति प्राकडारसमासाः इति समासविधायकसूत्रमस्ति. कटाराकर्मधारया इति पर्यन्तं तस्मात् सूत्रादारभ्य इति द्वितीयपादस्य प्रथमपादस्य तृतीयसूत्रादारभ्य कडाराकर्मधारया इति पर्यन्तं सर्वं समासान् समासप्रक्रियायाम् अस्ति प्रकरणे. कडाराकर्मधारया इति सूत्रमस्ति न कर्मधारे कटार इत्यर्थः वा? एकनिमिषम्. सर्वेण्ट् आकडारात् मीन्स् कडारा कर्मधारया इति सूत्रपर्यन्तम् एक एव संज्ञा भवेत् इति अस्ति. तस्य अपवादानि सन्ति. सो देर् केन् बि ओन्ली वन् नेम् फार् बिकास् दिस् इस् द प्रथमपादस्य चतुर्थपादस्य प्रथमसूत्रमस्ति. तत् सूत्रादारभ्य कडारकर्मधारया इति द्वितीयपादस्य द्वितीयाध्यायस्य द्वितीयपादस्य अष्टत्रिंशत् सूत्रपर्यन्तं यानि संज्ञानां विधानं भवति तत् एक एव संज्ञा भवेत् इति परिभाषा अस्ति. आकडारादेका संज्ञा इति तस्य. किन्तु तस्मिन् अस्ति गतिश्च क्रिय इत्यादि. देर् आर् वर्ड्स् विच् आर् आर् विच् इस् गिविङ्ग् द अपवाद फार् दट्. बट् आल् द आल् दोस् सूत्रस् विच् आर् देर् wherever samjna is given that can they can have only one samjna. They cannot have two samjnas, but only in the case of in the pradayah gati and upasarga. So there are that's only one that pradi nipadas have got only apada which has got three names. When they are in Nipada, they get Pradeha. It is a Nipada name, Samtya. If they come along with Kriya Samyoge, Kriya Yoge, they get Upasarga Samtya. If they come with in the Gatikaraka, then they get a Gati Samtya also. Other than that, all the others will have only Eka Samtya. See, the samasa term is discussed from this sutra onwards till the end of the second pada, the second chapter, which is kadara karmadaraya. Second adhyayasya, second padasya, antima sutra masti. कटारा इति कटारा what Kalpadruma says is Ghade Kat Cha Unadi. It's a word formed with the Unadi. But the different names for it is Gorochanam Api is called Kadaram in this thing. Then Pingala Varnam, then Rust and Servant. These are the different meanings for it, for Kadara. Ashtu. Chatra Tadanantaram Uma Bhagini Padatu. Ahatya. आहत्य चतुर्भिः सूत्रैः पूर्वापराध उत्तर एकदेशि नैकाधिकरणे अर्धं नपुंसकं द्वितीया तृतीया चतुर्थ चतुर्थ सूर्याणि अन्यतरस्यां कालाः परिमाणिना षष्ठी तत्पुरुषसमासे पूर्वनिपातस्य नियमनं क्रियन्ते एतानि सूत्राणि एकदेशीसमासाः सन्ति इति पाणिनिः एतैः सूत्रैः षष्ठीतत्पुरुषसमासस्य पदक्रमं परिवर्तयति अर्थात् षष्ठी इति सूत्रेण षष्ट्यन्तपदस्य पूर्वनिपातः प्राप्तः आसीत् परन्तु यत्र पदानां विपरीतक्रमः दृश्यते अर्थात् षष्ट्यन्तं पदम् उत्तरपदे स्यात् इति इष्यते तत्र एतैः चतुर्भिः सूत्रैः षष्ट्यन्तं पदम् उत्तरपदे स्थापयति अत्र षष्ठी समासः षष्ठी शब्दः कुत्र पूर्वपदम् अस्ति कुत्र उत्तरपदम् अस्ति इति विवरणं दत्तं चतुर्भिः सूत्रैः पूर्व अपराध उत्तरम् एकदेशी नैकाधिकरणे अर्थं नपुंसकं द्वितीयतृतीयचतुर्थी अन्यतरस्यां कालाः परिमाणिना इति एतावता सन्दर्भे षष्ठीतत्पुरुषः एकदेशीसमासाः सन्ति तत्र षष्ठी षष्ट्यन्तपदं पूर्वनिपातः भवति किन्तु यत्र षष्ठीशब्दः षष्ट्यन्तपदम् उत्तरपदमस्ति तत्र षडु एतादृशानि चतुर्भिः सूत्राणि षष्ठीपदम् उत्तरपदे स्थाप्यते किन्तु अन्यत्र पूर्वपदमेव सन्ति तत्र पूर्वापरोदरोत्तरमेकदे दिशि नैकाधिकरणे तत् सूत्रस्य पदच्छेदं कर्तुं शक्यते वा पूर्व अपर अधर उत्तर एकदेशिनः एकाधिकरणे एकदेशिनः अस्ति वा एकदेशिना अस्ति वा एकदेशिनः एकदेशिना एकाधिकरणे एकदेशिना इति मुख्यमस्ति तस्मिन् यत्र अधिकरणरूपेण एकदेशिना अवयवरूपेण पूर्व अपर अधर उत्तरम् एक इति चतुर्भिः पदानां योजनेन तस्य ये अवयवं भवति तस्य समासं कर्तुं शक्यते किन्तु उत्तरपदं भवति तत् अधिकरणस्य उत्तरपदं भवति एतानि पूर्व अतर पर अतर उत्तरम् इति एक प्रथमविभक्त्यामस्ति कृत्वा पूर्वनिपातं भवति एकदेशिन अधिकरणे इति अधिकरणे सप्तमी अस्ति इति कारणतः तस्य कस्य अधिकरणं भवति तस्य पूर्व तस्य पर तस्य अधर इति वक्तुं शक्यते यदा दिनस्य पूर्वं या रात्रेः पूर्वम् इति अस्ति चेत् पूर्वरात्रिं भवति यदि षष्टिविभक्ति षष्टिसहस्रमाससूत्रं भवति चेत् रात्रेः पूर्वम् इति रात्रिपूर्वम् इति भवितुमर्हति न षष्टि इति प्रथमानिर्दिष्टम् उपसर्जनं पूर्वम् इति कृत्वा षष्ट्यन्तं पदं पूर्वनिवादं भवति किन्तु तत्र न भवति पूर्वापराधरम् एत्करम् एकीदेशी नैकाधिकरणे इति तत्रैव तत्कारणात् किं भवति एतानि सूत्राणि एकदेशीसमासाः सन्ति यतोहि पाणिनिसूत्रैः षष्टितत्पुरुषसमासस्य पदक्रमं परिवर्त्ययति तत्र सूत्रकमम् अस्ति षष्टितत्पुरुषस्य सूत्रं किमस्ति षष्टि इति प्रथमानिर्दिष्टमस्ति कृत्वा षष्ट्यन्तं पदं पूर्वं भवति अन्यसुबन्धम् उत्तरपदं भवति किन्तु अस्मिन् सूत्रे षष्ट्यन्तं पदम् उत्तरं भवति रात्रेः पूर्वम् इति अस्ति तत्र पूर्वम् इति पूर्वनिवादं भवति रात्रेः इति उत्तरपदं भवति कृत्वा पूर्वरात्रम् इति समस्तपदं भवति अवगतं न अस्तु अत्र षष्टि इति दीर्घसूत्रमस्ति न ड्यू टु टु एय्ट् तत् आरभ्य तस्य षोडशसूत्रपर्यन्तं यत्किमपि सूत्रं दत्तमस्ति पाणिनिनः तत्र षष्टितत्पुरुषसमाससूत्राणि भवन्ति यु अण्डर्स्टुड् डोट् उमा भगिनी डौट् षष्टि इति सूत्रेण षष्ट्यन्तं पदं पूर्वपदं भवति न आम् सीताया पति तत्र सीताया इति षष्ट्यन्तम् अस्ति न तत्र सीतापति भवति इति समस्तपदं षष्ट्यन्तं पदं पूर्वपदं किन्तु एव उत्तरपदम् अस्ति किन्तु किन्तु रात्रेः पूर्वम् इति अस्ति चेत् यदि षष्टितत्पुरुषसमाससूत्रमस्ति चेत् किं भवति पूर्वरात्रं भवति न न न पूर्वरात्रम् इति भवति केन सूत्रेण रात्रेः पूर्वं सीताया पति यु हव् टु वर्ड्स् इन् द सीताया पति यु फार्म् एट् अ सीतापति रात्रेः पूर्वं वर् विल् यु फार्म् इफ् इट् इफ् इट् इस् अ षष्टितमस तत्पुरुषसमस देन् वाट् विल् यु फार्म् रात्रेः पूर्वं न सो वाट् विल् बि द पूर्वपदम् रात्रिपूर्वम् इट् शुड् बि इट् विल् अपियर् एस् इफ् इट् इस् रात्रिपूर्वम् इफ् इट् इस् षष्टितत्पुरुषसमास तद् न इष्यते तत् का तत् लोके किम् अस्ति पूर्वरात्रमस्ति पूर्वाह्नम् अस्ति मध्याह्नमस्ति इत्यादि पदानि सन्ति न तत्र षष्ट्यन्तं पदम् उत्तरपदम् अस्ति यदि पदक्रमपरिवर्तनम् इच्छन् पाणिनि किं करोति? एतानि चतुर्षु सूत्राणां पृथक् पूर्वमेव स्थापितं, षष्टिसूत्रपूर्वम्. So we studied that sutra very clearly, no? Purvapara udara ek deshi naikadhikarane. But nothing I remember. Right. Tattanantaram, Sharmila Bhagini padati va, Shashti Tatpurushasya vishaye. षष्ठी तत्पुरुषस्य विषये विधायकं सूत्रम् अस्ति षष्ठी. अनेन सूत्रेण यत्किमपि षष्ठन्तं सुबन्तं सुबन्तेन सह समस्यते षष्ठी तत्पुरुषसमासः च भवति. इदं सूत्रं स्वतन्त्रम् अस्ति, यतोहि एतत् सूत्रम् अन्यं सूत्रम् अवलम्ब्य नास्ति. एतस्य सूत्रस्य कार्यार्थम् अधिकनियमाः न सन्ति. यथा अन्यानि सूत्राणि पत्रानि सन्ति तथा षष्ठीतत्पुरुषसमासः नास्ति. अतः अत्र अन्तिम समास अस्ति, तत्र षष्ठी सूत्रमस्ति. तत्र बन्धनम् इत्युक्ते नियमः कोऽपि नास्ति. षष्ठ्यन्तं सुबन्तम् अस्ति चेत् सुबन्तेन सह समस्ये इत्येव नियमः भवति. अपि च षष्ठी इत्यस्य कृते अन्यसूत्रस्य अपेक्षा वा किमपि नास्ति. तत्र नियमपि कोऽपि सूत्रं न करोति. षष्ठ्यन्तं षष्ठ्यन्तौ द्वौ स्तः तत्र एक षष्ठ्यन्तम् अस्ति चेत् तत्र समासः विद्यते, समासः भवति. यत्र पदयोः मध्ये विशेषणविशेषभावः अस्ति, तत्र यदि विशेषणं पूर्वं वक्तुम् इच्छामः तर्हि विशेषणं विशेष्येण बहुलम् इति सूत्रस्य आवश्यकता अस्ति. विशेषणं विशेष्येण बहुलम् इति सूत्रे विशेषणवाचि सुबन्तं विशेष्यवाचिना समानाधिकरणेन सुबन्तेन सह बहुलं समस्यते, तत्पुरुषसमासो भवति. यथा नीलं च तत् उत्पलं च नीलोत्पलं समासः. अत्र यदि पदयोः मध्ये विशेषणविशेषभावः अस्ति, विशेषणं पूर्वं वक्तुम् इच्छामश्चेत् विशेषणं विशेषेण सूत्रमस्ति. तत्र विशेषणवाचिसुबन्धं विशेष्यवाचना समानाधिकरणेन यत्र विशेषणम् अपि च विशेष्य एकमेव वस्तु सुबन्तानां समासः भवति. बहुलं समस्यते इत्यर्थे किं महोदय? नीलं च उत्पलं नीलोत्पलम् इति जानामि, परन्तु अत्र तत्र निर्मला भगिनी, ऐ मीन् शर्मला भगिनी, यु आर् नाट् यूसिङ्ग् युर् मैक्रो मोबैल् अण्ड् मै हेड्फोन्. युर् वाय्स् इस् ब्रेकिङ्ग् इन् बिट्वीन्. अत्र सि बहुलम् इति सि बहुलं समस्यते इति किम् अस्ति? बहुलत्वात् यदा पूर्वं पठितं कुत्रचित् प्रवृत्ति, कुत्रचित् अप्रवृत्ति, कुत्रचित् अन्यदेव, विधेर्विधानं बहुधा भवति इति बहुलस्य सूत्रस्य अर्थमस्ति. तत्रापि बहुलग्रहणेन तत्रापि तत्रापि उदाहरणेषु व्यत्यस्त प्रयोगः भवति इति एव तस्य अर्थं बहुलस्य. किन्तु विशेषणं विशेषेण बहुलम् इति विशेषणं विशेषेण इति सूत्रे किं पदद्वयस्य अर्थं किम् अस्ति चेत् समानाधिकरणे विशेषविशेषताभावं दृश्यते चेत् तत् तत्पुरुषसमासः भवति. अत्र नीलं च उत्पलम् इति अस्ति, उत्पलस्य विशेषणमस्ति नीलम्, उत्पलं विशेष्यमस्ति. यदि सीताया पति इति पश्यति चेत् तत्रापि पतिः इति सामान्यवचनमस्ति, सीताया इति पतिं विशेष्यते इति कृत्वा तत्रापि विशेष्यविशेषणभावम् अस्ति. तत्स्थिते तयोः भेदः कः इति समानाधिकरणमेव अस्ति. तत्रापि उत्पले उत्पलं नीलम् इति समानाधिकरणमस्ति. तत्र सीतायाः पति इति यः कोऽपि पुरुषः अस्ति तस्मिन् समानाधिकरणमस्ति न. श्रीरामः इति नामधेयमस्ति तत्र, सत्पति इति नामधेयमपि अस्ति, सीताया पति इति विशेषत्या पति इति विशेष्यं भूत्वा तत्रापि समानाधिकरणत्वं दृश्यते. तत्र उभयस्तरे समानाधिकरणत्वविशेष्यविशेषभावं दृश्यते. किन्तु विशेषणं विशेषेण बहुलम् इति सूत्रस्य आवश्यकता किम्? षष्टी इति षष्टितत्पुरुषस्य आवश्यकता किम् अस्ति इति अत्र दत्तमस्ति. विशेषणवाची सुबन्धं विशेषवाची सुबन्धेन समानाधिकरणसुबन्धेन सह बहुलं समस्यते. तत्पुरुषसमासः भवति नीलं च उत्पलं. तत्र विशेषतः किम् अस्ति चेत् पदद्वयस्य विभक्ति एकमेव विभक्ति भवति, यदा नीलं च उत्पलं. नीलम् इति उत्पलं द्वयोः विभक्ति समानमस्ति इति विशेषता अस्ति विशेषणविशेषेण बहुलम् इति सूत्रस्य प्रसक्ति. यदा सुन्दरी बालिका, तत्रापि सुन्दरी बालिका द्वयोः विभक्ति एकमेव, यः सुन्दरः बालः, नीलं च उत्पलं. तत्र विशेषणविशेष्यस्य पदद्वयस्य विभक्ति एकमेव अस्ति. किन्तु सीतायाः पति अत्र एकमस्ति षष्टिविभक्ति, अन्यदस्ति प्रथमाविभक्ति. तत्कारणेन विशेषणं विशेषेण बहुलम् इति सूत्रेण तस्य समासं कर्तुं न शक्यते. तस्य कृते षष्टिः इति समाससूत्रम् एव कार्यं करोति. ओके, दट् इस् द मुख्यविषयस्य. दिस् कम्स् इन् दर् कर्मधारय नीलं च उत्पलम्. अग्रेपि अहमेव पठतु पठतु अग्रेपि. यदि विशेषं पूर्वं वक्तुम् इच्छामः तर्हि उपमितं व्याकरादिभिः सामान्याप्रयोगे इत्यनेन विशेषं पूर्वं तिष्ठति. उपमितं व्याघ्रादिभिः सामान्याप्रयोगे इति सूत्रे साधारणधर्मस्य अप्रयोगे सति उपमेयं यस्य तुलना क्रियते व्याघ्रादिभिः उपमावचनैः सह समस्यते तत्पुरुषसमासः भवति. अग्रे अपि पठामि वा अनन्तरं पठामि? उपमितं व्याघ्रादिभिः सामान्याप्रयोगे इत्यनेन विशेषं पूर्वं तिष्ठति. अन्यत्र सर्वत्र षष्ठी इति सूत्रेण विशेषम् उत्तरं तिष्ठति. उपमितं व्याघ्रादिभिः सामान्याप्रयोगे इति सूत्रेण उपमेयवाचकस्य व्याघ्रादिभिः शब्दैः सह समासः भवति, परन्तु साधारणधर्मस्य प्रयोगः न स्यात्. यथा नरः व्याघ्रः इव नरव्याघ्रः, अर्थात् पुरुषः व्याघ्रः इव सः अस्ति. अत्र विशेषणं विशेष्येण बहुलम् इति सूत्रेण एव समासः भवितुम् अर्हति, परन्तु तदा विशेष्यस्य पूर्वनिपातः इष्यते. परन्तु यदा विशेष्यस्य पूर्वनिपातः इष्यते तदा उपमितं व्याघ्रादिभिः सामान्याप्रयोगे इति सूत्रेण विशेषं पूर्वपदे भवति. नरव्याघ्रः इति समस्तपदे नरः इति विशेषं पूर्वपदे तिष्ठति. यदि विशेषं पूर्वं वक्तव्यं तर्हि तत्र विशेषणं विशेष्येण बहुलम् इति सूत्रेण समासं कर्तुं न शक्यते. नरव्याघ्रः इत्यादिषु समासेषु विशेषं पूर्वं वक्तुम् इच्छामः इत्यतः उपमितं व्याघ्रादिति सामान्या प्रयोगे इति सूत्रपाणिनः. अनेन सूत्रेण पुरुषः व्याघ्रः शूरः इति समासः न भवति, यतोहि अस्मिन् सूत्रे सामान्या प्रयोगः इति उक्तम्. यत्र सामान्यधर्मस्य प्रयोगः भवति तत्र उपमितं व्याघ्रादिति सामान्या प्रयोगे इति कार्यं न करोति. तत्र पुनः उपमितं व्याघ्रादिति सामान्या प्रयोगे कृतं यस्य वर्णनं क्रियते. इदानीं वयं विशेषणं विशेषेण बहुलम् इति सूत्रेण द्वयोः उपमितिः एकश्चेत् अपि च विशेषणं पूर्वं वक्तुम् इच्छामश्चेत् विशेषणं विशेषेण बहुलं सूत्रमस्ति इति दृष्टं. तदनन्तरं लोके नरः नरव्याघ्रः इत्यादि शब्दाः सन्ति. तत्र नरः इति उपमानम् उपमेयमस्ति. तस्य उपमितं केन उपमा क्रियते तत्र व्याघ्रः अस्ति, परन्तु विशेषणं विशेषेण बहुलं वदामश्चेत् तत्र व्याघ्रनर भवेत्. लोके तु नरव्याघ्रः अस्ति, अतः उपमितं व्याघ्रादिति सामान्या प्रयोगे इति सूत्रमस्ति. तत्र उपमितं यत् अस्ति तस्य उपमेये यत् अस्ति तस्य उपमेय व्याघ्रः वा उपमितं नरः उपमितं यत् अस्ति तस्य पूर्वनिपातः भवति. परन्तु तत्र साधारणधर्म साधारणप्रयोगः साधारणधर्मः इत्युक्ते तदेव सामान्यप्रयोगे इति पदं सूचयति. साधारणप्रयोगे सामान्यप्रयोगे नरः व्याघ्रः तुलना न कर्तुं शक्यते. केवलं उपमानरूपेण अप्रयोग सामान्य अप्रयोगे एव नरः नरः व्याघ्रः भवति, साक्षात् न भवति. साक्षात् न भवति इति कृत्वा अप्रयोगे सामान्य अप्रयोगे यदा नरः पिता भवति नरः पिता भवति नरः नरपिता तत् सामान्यप्रयोगमस्ति. नरपिता भवितुमर्हति, किन्तु नरः कदापि व्याघ्रः न भवितुमर्हति. तत्र व्याघ्रस्य अपि च नरस्य तुलना अधिकृत्य तुलना क्रियते, अतः तत्र उपमितम् उपमेय इति सम्बन्धः अपि अस्ति. तत्र विशेषणं विशेषेण बहुलम् इति सूत्रम् अस्ति चेत् तत्र व्याघ्रः इत्यस्य पूर्वनिपातः भवति, अतः उपमितं व्याघ्रादिः सामान्या प्रयोगे सूत्रेण नरः पूर्वं नर यस्य पूर्वं पूर्वनिपातः भवति व्याघ्र अनन्तरम् आगच्छति. तत्र उदाहरणद्वयं पश्यतु, नीलम् उत्पलम् एवं नरव्याघ्रः. उभयस्तरे विशेषणविशेष्यमस्ति. उभयस्तरे एक एव विभक्ति अस्ति, किन्तु समानाधिकरणं नास्ति नरव्याघ्र इति उदाहरणे. किन्तु नीलमुत्पलम् इति उदाहरणे समानाधिकरणत्वम् अस्ति. नीलत्वम् एवम् उत्पलत्वम् उत्पलम् एकमेव अधिकरणे तिष्ठति इति कृत्वा तत्र विशेषणं विशेषेण बहुलम् इति सूत्रेण एव समासं कर्तुं शक्यते. किन्तु अधिकरणत्वम् एक एव स्तरे नास्ति, किन्तु उपमितम् इति उपमानरूपेण उपयुज्यते चेत् असामान्यप्रयोगे इत्युक्ते सामान्य अप्रयोगे तत्र उपमितं व्याघ्रादिभिः सामान्यप्रयोगे इति एव सूत्रं कार्यं करोति. तदेव तस्य तयोः भेदः. उभयस्तरे विशेषणविशेष्यभावम् अस्ति चेदपि सूत्रद्वयस्य प्रसक्तिः अस्ति इति एव तस्य तत्र विशेषता अस्ति. उमा भगिनी अवगतं वा? पृच्छतु भगिनि. एकः प्रश्नः अस्ति अत्र व्यासादि किमर्थं शेषेण उपमितमस्ति चेत् सामान्यप्रयोगे इत्येव कस्यापि उपमानम् उपमेयं भवति समासः न भवति वा? किमर्थं व्याघ्रादि स्पेसिफिकलि उक्तम्? What does it say? A case inflicted word denoting the subject comparison is compounded with Vyagra. The latter being the standard of comparison in construction of the former and resulting compound is Satpurusha, provided that any word expressing the common characteristic, Samanya, as explained about, is not used. See, if you look at Sutrartha to Nastiva, see, mukham patma, mukapatmam, mukakamalam, karakisalayam, parthiva chandra iti, parthiva chandra na katabi bhavitam arhati, kintu parthiva chandra iti tvatvat, he shines like a moon in the among the people, the earthly people. Upameyam upamitam tadvagi subandham vyagradibhi samartyem upavadam vachanehi saha samasyate tatpurashe samaso bhavati no chet samanya vachi shabdaha prayujyate visheshnam visheshena bhulamiti sutrena. तत्र इति सी कुञ्जरः हस्तिनः वृषः वराः वृक्षः सो व्याघ्रादिभिः ईस् डिनोटिङ्ग् यु नो वाट् ईस् बीङ्ग् कम्पेर्ड् वित् लैक् वाट् आर् दे दिस् थिङ्ग् हियर् ऋषभः चन्दनः वृक्षः वराः वृषः हस्तिनः कुञ्जरः रुरुः वृषभः पुण्डरीका बलाः का आकृतिगणश्च अयं सो व्याघ्रादिभिः आकृतिगण रैट् सो वाट् डस् इट् से इस् यु आर् कम्पेरिङ्ग् वित् संथिङ्ग् विच् इस् नाट् दट् असामान्यप्रयोगे वाट् डस् द असामान्यप्रयोगे एक्स्प्लेनेशन् गिवन् इस् दट् provided that any word expressing the common characteristic as explained above is not used aprayoge. If it is used in the common thing like neelam utpalam, then it will become visheshanam visheshena bahulam. So that this modification of sutra 47 by which the objective would be understood first. By the present, the attributes stand second. As purusho ayam vyagraha iva, purusha vyagraha or nara vyagraha, purusha simha. Vyagra, the word vyagraha and sor are akritiganaha, that is a class of compound words. So whichever the following word is a list of words, vyagraha, simhaha, vrikshaha, rishabaha, चन्दनः मृगः वृषः वराहः हस्तिनः तरु कुञ्जर रूरु ए कैण्ड् आफ् डियर् पृषत स्पाटेड् एण्टलोप् पुण्डरीक पलाश कितव दिस् आर् द आकृतिगण आफ् व्याघ्रादिपि ओके So this we completed what she has covered in the class till now. Any questions? Uma Bhagini, do you want any help for your presentation today? Hello? Can you hear me? Yes, we can hear you. 23rd only, not today. Oh, not today. Okay, so you have enough time. Anything more, some doubts I had yesterday, I did some questions relating what to do. I will, when you are free, you tell me, I'll ask you. Okay. Aruna Bhagini, prashna masti va? Here I have a doubt, see, that Nidopalam, it is both are in the Sarvam Prathama Vibhakti, isn't it? Uspalaha, Neelam, everything is a Prathama Vibhakti. Apavadam katam bhavati? You said apavadam. No, I didn't say apavadam. See, Nidopalam Sutram, it is in the Prathama Vibhakti, Sarvani Vastani. But it is, how can it be a Sashti Tatpurusha, how it comes to be Sashti Tatpurusha today? It is not Sashti Tatpurusha, Visheshna Visheshya Masti, na? That I understood. Visheshna Visheshya Masti. It is not Sashti Tatpurusha. Sashti Tatpurusha Samasa is mandatory that one of the Padam is Purva Padam Va, Uttaram Padam Va, Shashtyandam Padam Bhavitam Arhati. यदि षष्ट्यन्तं पदं पूर्वं स्थापयति चेत् तत्र षष्टि इति सूत्रेण समासः भवति. यदि तत् पदम् उत्तरपदम् इष्यते चेत् तत्र पूर्व उक्तचतुर्षु सूत्रेषु किमपि सूत्रम् उपयुज्य एव तस्य कार्यं कर्तुं शक्यते. So since we don't, I think because this Parichyada Bhagini has not studied taken in the class, Shashti Iti Arabhya. Karaka Prayoga Me Prakarane Shashti Sheshe. But I think we'll do this after Bhagini completes the class. If there is no questions, can we stop here or anything else to be discussed? Okay, Mahadeva. धन्यवाद धन्यवाद महोदय. ऐ थाट् फ्रोम् द वाट्साप् आल्सो ऐ थाट्